ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिश्शान्तिश्शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः एनाक्षरसनाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् सुप्रभातं स्वागतम् अद्यतनवर्गस्य आरम्भं विजया ऐ विल् अटेण्ड् युवर् क्लास् मेडम् धन्यवादः अहम् इदानीम् आरम्भं कर्तुं शक्यते वा महोदय करोतु करोतु कुत्र भवती शेर् कर्तुम् इच्छति वा अहं शेर् करोमि कथं भवती अहं शेर् करोमि नैन ऐ विल् को होस्ट् को होस्ट् सन्ति प्राब्लम् Bhagini Shamyatam, I have listened to the Dhvani Mudra of the class previous to the last one because for the past one and a half week I've been very busy. So the last Dhvani Mudra I could not hear and I didn't attend the class also. So I have attended only till the one previous to that and just for your information because I may not be able to, I'll try to understand as you go forward. Kanama, you don't need to worry regarding this class because we do lot of revision, na? I know, but I'm saying if you ask me questions of the latest class, I may not be able to answer because I have not gone through it, to be honest. Till the previous one I have done, previous one I have learned, I studied. It's all minor issues, so you don't need to worry. Okay, thank you. Dhanyavad. Yeah, co-host. Okay, co-host Kirtam. Okay. Then, share screen aham sthagayami? Okay. Mama share screen aham sthagayami. Bhuvati idanim share screen karoto. Okay? अत्र एतत् सङ्गणके अपि अस्ति अनन्तरं शेर् मम दूरवाण्यामपि अस्ति खलु आम् आम् सङ्गणकस्य शेर् स्क्रीन् करोतु दूरवाण्याम् आडियो करोतु आडियो करोतु सम्यक् सर्वेभ्यः नमस्कारः मम नाम विजया हेतुराजः गत त्रयोदशवर्षाणि एतत् वर्गे एव अहमस्मि अत्र सर्वेभ्यः एव सर्वं जानन्ति इति न यत्र यत्र अत्र शिक्षणं शिक्षा भवति तत्र किञ्चित् दोषाः सन्ति एव मम कृते अपि अत्र दोषाः सन्ति चेत् यु जस्ट् पृच्छतु मध्ये मध्ये पृच्छतु एतत् समीचीनमस्ति वा नास्ति वा इति पृच्छतु अनन्तरम् अहं चेन्नै मध्ये वसामि त्रयोदशवर्षाणि एतत् विषये एव अहं पाठः अपि चलन्ति उपन्यासमपि चलन्ती अस्ति अस्तु इदानीं उमा भगिन्याः वर्गे अहमस्मि अस्तु मोनुस्वारः अस्ति खलु अत्र प्रथमम् अत्र अनु सुक्मा करपत्रम् एकं निमिषम् इदानीमेव उमा भगिन्याः वर्गः ओ मया जायिन् करणीयम् प्राब्लम् अस्ति न न इदानीमेव मया अत्र सङ्गणकं होस्ट् इति जायिन् करणीयं खलु होस्ट् इति भवती अस्ति न इदानीं शेर् स्क्रीन् करोतु अनन्तरम् अस्माकं करपत्रम् उद्घाटयतु कुत्र अस्ति अत्र होस्ट् इति एतत् न आगच्छति होस्ट् अस्ति जायिन् अस्ति अत्र होस्ट् आटोमेटिकली इट्स् गेटिङ्ग् क्यान्सल्ड् बिकास् महोदय महोदय आक्चुलि देर् आर् नो नो ऐ एम् टेलिङ्ग् उमा भगिनी देर् आर् टु पायिण्ट्स् वेर् विजय महोदय हेस् जायिन्ड् सो यु डू द अदर् विजय को होस्ट् नाट् दिस् वन् ओ हो ओके ओके ओके ओके देट्स् वाट् इट्स् कमिङ्ग् लेट् मी मेक् बोथ् ऑफ देम टु होस्ट् देन् ऐ थिंक् इट् शुड् वर्क् औट् ओके वन् मिनिट् या या ऐ विल् वेट् Oh, did you disconnect Vijay Mahodaya from the other one? I disconnected it. No, no, you connect, na. From there only you are going to share. Unless you connect, how will you, we give you co-host? Your sharing place is different, na. Connect from there. Connect from there, I'll make you co-host in that also. Now I have to join meeting or disconnect it? No, don't disconnect this one. Join. Yeah, other one. Join okay. meeting with the other one. Okay. Okay, it's... host is not coming. It's only... No, I make it host. You first join, Maurya. Okay. I joined it. I joined everyone. I'm seeing the people, Purnima, Prakash, Muthu, Lakshmi. I'm seeing everything. Yeah, yeah. Correct. Now you have joined. Yeah. That wait. Is what I want. Okay. I have to wait. Okay. Uma Meenakshi's screen is coming. Okay, fine. Now both the videos... Now share. I can find the share now. Yeah. Wait. Uma Bhagini, now you're on share. Yeah. Yeah, now you go ahead, you share. Now it's okay? Now, select the desktop one, is it? Share desktop one. Then continue. Continue. Then Dhatu Ganaha. धातुगणाः द्वितीयभाग इदानीं आगच्छत् आम् इदानीं धातुगणाः टु अस्ति खलु धातुविज्ञानं अत्र मोनुस्वारः अनिल् महोदय एतत् द्रष्टुं शक्यते वा इदानीम् अत्र मोनुस्वारः अस्ति यत्र यत्र सूत्राः सन्ति तत्र तत्र किञ्चित् इतोपि अधिकं ज्ञातुं शक्यते एव इदानीं मूनुस्वारः इति अस्ति पदान्तमकारस्य स्थाने अनुस्वारः आदेशः भवति इति अत्र दत्तं हलीपरे कुत्र भवति हलीपरे प्रथमम् अत्र हल् इत्युक्ते किम् इति ज्ञातव्यम् एतत् करपत्रं पुरतः अस्ति चेत् करपत्रम् अत्र प्रत्यहाराः इति अस्ति खलु एतत् करपत्रं पुरतः अस्ति चेत् इतोपि सम्यक्तया भवति एव अत्र प्रत्यहारः किम् इति हल् प्रत्यहारः किम् अस्ति चेत् अत्र हल् सर्वे व्यञ्जनानि सर्वाणि व्यञ्जनानि आरम्भसमये सर्वे एतदेव आगच्छति एतत् अत्र पुल्लिङ्गपदमस्ति सर्वे सर्वाः इति स्त्रीलिङ्गपदमस्ति परन्तु एतत् सर्वाणि व्यञ्जनानि एतत् नपुंसकलिङ्गं स्वीकुर्मः चेत् अत्र सर्वे व्यञ्जनानि अत्र हल् इत्युक्ते किम् अत्र हल् हयवरट् यत्र अयुन् ऋक् एवम् अयौच् हयवरट् लन् यमन् यमं जबैं गडदश् कप चडत झटतौ कपै शशश हल् इति चतुर्दश मागेश्वराणि सूत्राणि सन्ति. अत्र है हल् इत्युक्ते हयव इत् अस्ति खलु, एतत् सर्वे अन्तिमवर्णः इत् भवति. हयवरट् अत्र इट् नास्ति, लन् मध्ये नकारः मूर्धने नकारः नास्ति, अनन्तरं यमनं यमाय् अन्तिमवर्णः नास्ति. एतत् कण्ठस्थीकरणमेव. जपघटदश् जप खप झटत् खपै शशर् शश सः ह अपि अस्ति. एतत् सर्वं हलन्त्यम् इति अस्ति. अन्य नाम व्यञ्जनानि इति स्वीकुर्मः. इदानीम् अत्र पदान्ते इति अस्ति. पदान्ते किम् अस्ति? अन्य नच्च पदान्तश्च जलि स्वीकुर्मः चेत् अत्र नच्च पदान्तस्य जलि, अत्र अपदान्तस्य अत्र अत्र किञ्चित् भेदः किं किम् इति ज्ञातव्यं चेत् इतोपि मनसि अत्र स्थापितुं शक्यते एव. मोनुस्वारः इति अस्ति चेत् अत्र पदान्तस्य, इदानीं नच्च पदान्तस्य स्वीकुर्मः चेत् अत्र स्थापनीयमेव. एतत् अन्य पुस्तकमस्ति चेत्, नोट्बुक् अस्ति चेत् अत्र स्थापनीयं मोनुस्वारः पदान्तस्य, अनन्तरं नच्च पदान्तस्य. नच्च पदान्तस्य इत्युक्ते अपदान्तस्य. सो इतोपि भेदः अस्ति चेत् मनसि सम्यक्तया अत्र अत्र तिष्ठति एव. अस्तु, मोनुस्वारः इति अस्ति. अत्र प्रथमम् एकः परिच्छेदः पूर्णतया पठतु, अनन्तरम् एकम् एकं पङ्क्तिः स्वीकृत्य अर्थं वदतु. अस्तु, इदानीं प्रथम अत्र ईमेल् एव आगच्छति. अनुसूया, अनुसूया अस्ति वा? पठतु मोनुस्वारः इति. अत्र सूत्रसङ्ख्या अपि संस्कृतेन पठितव्यं किमपि चेत् किञ्चित् कालानन्तरम् एतत् सम्यक्तया मनसि आगच्छति एव. सूत्रसङ्ख्या अपि संस्कृतेन पठतु. अस्तु, मोनुस्वारः अष्टमाध्याये त्रयोविंशतिः त्रयोविंशतिः अत्र विसर्गमपि आगच्छति खलु, विंशतिः त्रयोविंशतिः पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे. मा षष्ट्यन्त्यम् अनुस्वारः प्रथमन्तम् महोदय, यदि अन्यत् किमपि करोतु चेत् स्क्रीन् न दृश्यते. ओ अस्तु, ओ अस्तु. षष्ट्यन्तम् अनुस्वारः प्रथमान्तं द्विपदमिदं सूत्रं हलि सर्वेषाम् अष्टमाध्याये तृतीयपादे द्विविंशतितम सूत्रात् हलि इत्यस्य अनुरतिः. पदस्य अष्टमाध्याये प्रथमपादे षोडश अध्याये षोडश सूत्रस्य अधिकारः तयोर्वाचिसंहितायाम् अष्टमाध्याये द्वितीयपादे अष्टाधिकशतक इत्यस्मात् अष्टाधिक एकशतम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुरक्तिसहितसूत्रं पदस्य महानुस्वारः हलिसंहितायाम् इत्युक्ते पदन् पदस्य अन्ते स्थित मकारस्य हलीपरे हल् वर्णस्य परे अनुस्वारः भवति इति सूत्रस्य अभिप्रायः. ग्रहं च ग्रहं च इति भवति. हल् वर्ण इत्युक्ते सर्वे सर्वाणि सर्वे वर्णानि. अस्तु, अत्र उदाहरणरूपेण खल् सर्वे वर्णानि नास्ति महोदय, सर्वव्यञ्जनानि व्यञ्जनानि व्यञ्जनानि व्यञ्जनानि अत्र मया दत्तम्, अत्र पश्यतु हल् किं किम् अस्ति, हैवरेट् आरभ्य शशश पर्यन्तम् अस्ति, एतत् सर्वं हलन्त्यम् इति अस्ति, अनन्तरं व्यञ्जनानि अपि अस्तु अस्तु. इदानीम् एकम् एकं पङ्क्तिः स्वीकृत्य पठतु किमस्ति इति. मोनुस्वारः अष्टमाध्याये तृतीयपादे त्रयोदश त्रयोविंशतितमस्य सूत्रस्य पदान्तस्य मकारस्य स्थाने अनुस्वारविषयः भवति हरिपति. इत्युक्ते यः मकारः पदस्य अन्ते अस्ति तत्र तत्र स्थाने तत्र परे हल् वर्णे हल् हल् वर्णः आगच्छति चेत् तदा मकारस्य अनुस्वारः भवति इति अत्र इति अहं मन्ये. महाषष्ट्यन्तम् अनुस्वारः प्रथमान्तं द्विपदमिदं सूत्रं महाषष्ट्यन्ते अस्ति अनुस्वारः प्रथमविभक्ति अस्ति षष्टिविभक्ति स्थानं सूचयति तथा मकारस्य स्थाने प्रथमविभक्ति नाम आदेशः सूचयति सूचयति अतः अत्र एकनिमिषम् अत्र पदान्तस्य मकारस्य स्थाने अत्र पदान्तम् अस्ति गृहम् इति स्वीकुर्मः चेत् अत्र पदान्ते अस्ति, अत्र मकारः अस्ति, पदान्तमकारः अस्ति, तत् स्थाने अनुस्वारः आगच्छति. इदानीम् अत्र गृहं योगः च भवति. इदानीं च इति किं वर्णः चवर्गः अत्र कपचटत कप छ ठ ठ महाप्राण छटत इति प्रथमवर्णः अत्र अस्ति, एतत् हल् वर्णः, अतः मूनुस्वारः इति अधिकारे अस्ति, अतः एव अत्र हलि सर्वेषाम् इति हल् इत्यस्य अनुवृत्तिः अस्ति. यत्र यत्र अधिकारमस्ति तत्र तत्र अनुवृत्तिसहितसूत्रम् आगच्छति एव, अतः हलि सर्वेषाम् इति स्वीकुर्मः चेत् हलि इत्यस्य अनुवृत्तिः भवति अधिकारसूत्रम्. अतः एतदपि पदस्यापि अधिकारसूत्रमस्ति. अनन्तरं तयोर्वावचि इति संहितायाम् इति अष्टाधिक एकशतं तमं सूत्रम् अत्र संहितायां यत्र यत्र सामीप्यम् अस्ति अत्र अत्कूपवाङ्नम् एत किम् अस्ति अत्र एकः कण्ठस्थकरणं खलु व्यापकमस्ति वा अत्र उच्चारणस्थाने किं किम् आगच्छति इति अकूपविसर्जनीयाणां कण्ठः यशाणां तालु ऋतुरसाणां मूर्धा ऋतुलसानां दन्ताः उपूवत्मानीयाणाम् ओष्टौ ज्ञाननमानां नासिका अत्र मकारस्य स्थाने अनुस्वारः अत्र एदैतौ कण्ठतालु आ ओदौथोः कण्ठोष्टं मकारस्य दत्तोष्टं जिह्वामूलस्य जिह्वामूलं नासिका अनुस्वारस्य. इदानीं वयं दृष्टवन्तः अत्र किमस्ति यमननाणां नासिका च अत्र नासिकावर्णाः किं किम् अस्ति पञ्चमवर्णाः सर्वे नासिका एव अत्र तत् स्थाने इदानीं स्वीकुर्मः चेत् अत्र नासिका अनुस्वारस्य अनुस्वारस्य उच्चारणस्थानं नासिका इति नासिका पञ्चवर्णाः अस्ति अत्र अनुस्वारः आगच्छति अत्र अतः एव अत्र अहले सर्वेषां तयोर्वावचि संहितायां संहितायाम् इत्यस्य अधिकारः अतः अनुवृत्तिसहितसूत्रं पदस्य मह अनुस्वारः अलि संहितायाम् इति अस्ति. एतत् मनसि स्थापनीयमेव यत्र यत्र पदान्तः अस्ति, मकारः अपि अस्ति, अनन्तरम् अत्र नासिकावर्णाः अस्ति, तत् नासिकावर्णस्य स्थाने अनुस्वारः आगच्छति. अतः एव गृहं योगगच्छ इति अस्ति चेत् अत्र पदान्तः अस्ति, अनन्तरं हलिवर्णः अस्ति, अतः तत् स्थाने मकारस्य स्थाने अनुस्वारः आगच्छति. गृहं च, गृहं योगगच्छ, गृहं च अत्र पदान्ते अस्ति. अन्यपदमपि अस्ति, यत्र मकारः अन्ते अस्ति तत् स्थाने अनुस्वारः न आगच्छति. एतदपि मनसि स्थापनीयम्. यत्र मकारः अन्तिमपदमस्ति तत् स्थाने अनुस्वारः न आगच्छति. एतत् अत्र नियमः, नियमः अस्ति. तत् स्थाने वयम् अनुस्वारः न स्थापनीयमेव. अतः अन्यो इतोपि अन्य सूत्रमपि अस्ति वा पदान्तस्य, एतत् पठतु अग्रे. अग्रे महोदय, पृच्छतु. अत्र अनुवृत्तिसहितसूत्रम् अस्ति, पदस्य मह अनुस्वारः हलिसंहितायाम्. अत्र तु अन्त कुत्र अपि नास्ति, तो किमर्थं जानाति? पदस्य मह तु मह कुत्रापि भवति खलु? कुत्रापि भवति, परन्तु मम इतोपि अधिकचिन्तनम् अत्र स्थापनीयम् इति मम ज्ञानम् अत्र अस्ति. किमर्थं चेत् अन्ते यत् पदम् अत्र विरामकालः आगच्छति खलु, फुल् स्टाप्. विरामकालसमये अत्र मकारः अन्तिमवर्णः इति आगच्छति चेत् तत् स्थाने अनुस्वारः न स्थापनीयम् इति अडिशनल् इन्फर्मेशन् खलु. तत्तु सम्यक्, परन्तु मम प्रश्नः अस्ति, अपदान्तस्य मकार अपि अनुस्वार आदेशः भवति वा न भवति? एतत् इतोपि एतत् विषये लक्ष्यपदान्तस्य जलि इति अस्ति. एकनिमिषम्, एतत् सूत्रमपि वयं दृष्टेम किमस्ति इति. लक्ष्यपदान्तस्य लक्ष्यपदान्तस्य जलि इदानीम् अत्र द्रष्टुं शक्यते खलु, लक्ष्यपदान्तस्य जलि अत्र अत्र स्थूलाक्षरेण अस्ति खलु अपदान्तस्य. एतत् पठतु. अपदान्तमकारस्य अपदान्तनकारस्य च जलवर्णे परे संहितायाम् अनुस्वारादेशः भवति. अनुस्वारः, अनुस्वारः. इदानीं जलवर्णः किं, जलवर्णः किं जानाति वा? जल् मध्ये किं किम् अस्ति इति. जल् इत्युक्ते चतुर्थवर्णः अपि अस्ति, अहं जानामि. जल् अत्र पश्यतु, द्रष्टुं शक्यते खलु. जबया गडद जल् अस्ति खलु, जबगडदश आरभ्य जपगणदश् अत्र अन्तिमवर्णः न तिष्ठति, एतत् वयं जानीमः एव. जपगणदश् जपगणदश् एतत् चतुर्थवर्णः, अनन्तरं जपगणदश् पठतु. जल्वर्णाः पठतु. प्रथम द्वितीय तृतीय चतुर्थवर्णः वर्णाः एतदेव. एतत् अत्र किं सूत्रम् अत्र दृष्टेम चेत् जलां जशन्ति इति सूत्रेण सूत्रेण अत्र कार्यं कुर्मः. अत्र किम् अस्ति प्रश्नः, पदस्य मह अनुस्वारः हलिसंहितायाम् एव. अत्र पश्यतु, हलिसंहितायाम् अल्वर्णाः एव. अत्र पदस्य मकारस्य अनुस्वारः अलिसंहितायाम्. अत्र न च पदान्तस्य जलि इति स्वीकुर्मः चेत् अत्र अपदान्तस्य मकारस्य, भवतः प्रश्नः किम् इदानीम् अवगच्छति वा? जल्वर्णे परे हल्वर्णे परे संहितायां इति अस्ति. सो मोनुस्वार श्लोकसङ्ख्या किं महोदय? मोनुस्वारः दिस् इस् 8324. मोनुस्वारः अष्टमाध्याये तृतीयपादे त्रयोविंशत्. प्रथमं मोनुस्वार अनन्तरं नचपदान्तस्य चेत् एतत् अत्र नोट् करोतु. एतत् 8323 अस्ति. अनन्तरम् अत्र इदानीं मोनुस्वारः मोनुस्वारः 8323 इदानीं नचपदान्तस्य जलि 8324 अग्रे एव आगच्छतु. नच् पदान्तस्य जलि एतत् अधिकारे अस्ति खलु, पदस्य इति अस्य अधिकारः अस्ति. अनन्तरम् एतत् संहितायाम् अपि अस्ति, अतः तत्र एतत् स्वीकुर्मः. इदानीम् अग्रे वा पदान्तस्य इदानीं चन्द्रमति पठतु महोदय भगिनि. नमस्ते. वापदान्तस्य अष्टम अध्याये चतुर्थपारे पञ्चाशत्तमं सूत्रम् पश्यामि. वापदान्तस्य पठतु. वापदान्तस्य अष्टमाध्याये चतुर्थपादे नवपञ्चाशत्तमं सूत्रं पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति यै परे. अनुस्वारस्य यै परसवर्णः अष्टमाध्याये चतुर्थपादे अष्ट पञ्चाशत्तमं सूत्रम् इत्यस्य बाधकसूत्रम्. अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः वा अव्ययपदं पदान्तस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् वा पदान्तस्य वा नवपञ्चाशत् इति खलु. इतोपि अन्य पदमपि अस्ति. षष्टि. बहु उत्तमम्. इदानीम् एकम् एकं पङ्क्तिं स्वीकृत्य पठतु अत्र. पदान्तस्य अनुस्वारः अनुस्वारस्य परसवर्णादेशः वा भवति यै परे. यै विकल्पेन विभाषा अन्यतरस्यां चत्वारः पदानि सन्ति. अन्यतरस्यां वा विभाषा विकल्पेन अत्र विकल्पेन भवति. परसवर्णः इत्युक्ते किम्? वर्गस्य पञ्चमवर्णः अनुस्वारस्य परसवर्णः इत्युक्ते पञ्चमवर्गस्य पञ्चमवर्णः उच्चारणं भवति. अतः एव अनुस्वारं नासिकया उच्चारणं भवति. पञ्चमवर्णः अन्तिमवर्णः स्वीकृत्य पदस्य अन्तिमवर्णः स्वीकृत्य अत्र पकारः अस्ति चेत् मकारः आगच्छति, तकारः अस्ति चेत् नकारः आगच्छति, तत् इति आगच्छति चेत् अत्र मूतने नकारः आगच्छति, का अस्ति चेत् अत्र अन्तिमवर्णः, च अस्ति चेत् अन्तिमवर्णः. एतत् एव परसवर्णः इति आदेशः भवति. अत्र किञ्चित् मनसि स्थापनीयम् आदेशः वा आगमः वा. आदेशः किं भवति? सुत्रवत् आदेशः. आगमः एव वर्णं वा वर्णद्वयं वा गच्छति तस्य पूर्ववर्णपरवर्णयोः स्थाने पुनः एकादेशः अस्ति चेत् एकः आगच्छति, नास्ति चेत् पूर्ववर्णस्य स्थाने वा परवर्णस्य स्थाने वा आदेशः भवति इति. एतत् सूत्रमेव अत्र अनुस्वारस्य पठतु अत्र. अत्र परसवर्णः अनुस्वारस्य स्थाने यै वर्णस्य परसवर्णः आगच्छति. अत्र यै वर्णः किं किम् इति जानाति वा? आविहाय अत्र पश्यतु हयवरट् आरभ्य आरभ्य आरभ्य अनुस्वारपैपर्यन्तम् अस्तु. अत्र एतदेव अनुस्वारविषये भवति यै यै इति सप्तमी भवति. अत्र एतत् वर्णाः परे आगच्छति चेत् अत्र अनुस्वारस्य स्थाने किं भवति अत्र अनुस्वारः आगच्छति चेत् यै प्रत्याहारः परे अस्ति चेत् अत्र परसवर्णः भवति इति. अस्तु, एतत् बाधकसूत्रं कस्य बाधकसूत्रं मौनस्वरस्य वा? अत्र वा पदान्तस्य पदान्तस्य अनुस्वारः आगच्छति चेत् परवर्णः परसवर्ण आदेशः भवति इति तत्र दत्तं खलु. अत्र 59 अस्ति. एतत्तु पूर्व परसूत्रमस्ति. पूर्वसूत्रमस्ति किम् अस्ति अत्र अनुस्वारस्य यै परसवर्ण एतत् बाधकसूत्रम् अनेन पदान्ते परसवर्ण परसवर्णः पूर्वसूत्रमस्ति तस्य बाधकसूत्रम् अस्ति. अतः तत्र वैकल्पिकः न तु नित्यः, नित्यसूत्रं नास्ति, वैकल्पिकः एव विभाषा एव अन्यतरस्य वा. अतः एव अत्र वा पदान्तस्य इति तत्र दत्तं वा अव्ययपदं किमपि अत्र परिवर्तनं नास्ति. यत्र परिवर्तनं नास्ति चेत् वैकल्पिकेन आगच्छति. पदे अस्ति चेत् नित्यं भवति, पदान्ते अस्ति चेत् वैकल्पिकेन आगच्छति. वैकल्पिकः एव वा अव्ययपदम्. अव्ययपदम् अव्ययपदम् इत्युक्ते किम्? रूपभेदं न भवति. समीचीनं, रूपभेदं यत्र न भवति एतदेव अव्ययपदम्. अस्तु, पदान्तस्य षष्ट्यन्तं पदः अत्र अन्तस्य यत्र षष्ठी आगच्छति स्थानी आगच्छति एतदेव षष्ट्यन्तम्. अनन्तरम् एतत् द्विपदमिदं सूत्रमेव. अस्तु, अग्रे इदानीं सन्नम्म सन्नम्म पठतु. इतः पर्यन्तं परसवर्णः आम् अनुस्वारस्य यै परसवर्णः एतत् पूर्वसूत्रमस्ति, अष्टपञ्चाशत् सूत्रमस्ति. अतः वाप अत्र वापदान्तस्य इति परसूत्रमस्ति. अत्र इदानीं किञ्चित् पूर्वत्र सिद्धम् इति सूत्रं जानाति वा? पूर्वत्र सिद्धम् इति किं वदति? कोऽपि जानामि परन्तु कथं वदनीयम् इति न जानामि. तत् एक अष्टाध्याये अस्ति खलु, तत्र सप्तमात् एक वन् पार्ट् एण्ड् लास्ट् त्री आर् इन् अदर् पार्ट्. पूर्वत्र इत्युक्ते दट् फस्ट् सेवेन् अण्ड् वन् इस् देर् इन् दट् सूत्र इस् देर् दट् इस् नोन् एस् पूर्वत्र. करेक्ट्? एतत् सपादसप्ताह्यै एतत् अत्र न स्वीकृतम्. अत्र किमस्ति चेत् त्रिपाद्याम् एव अस्ति. त्रिपाद्याम् अपि पूर्वशास्त्रं प्रति परं शास्त्रम् असीतं भवति. अत्र पूर्वसूत्रं किम् अस्ति? अत्र पूर्वसूत्रं अनुस्वारस्य यै परसवर्णः अस्ति. एतत् बाधकसूत्रम् आफ् वा पदान्तस्य. एतत् परसूत्रमस्ति. अत्र परसूत्रमस्ति, बाधकसूत्रमपि अस्ति. अत्र बाधकसूत्रमपि अस्ति. मै क्वशन् इस् वा पदान्तस्य 59 सूत्र, रैट्? आम्. सवर्ण इस् 58. हौ केन् इट् बि बाधकसूत्र फार् द सूत्र विच् इस् नाट् एट् आल् देर् फार् 58-59 डजन्ट् एक्सिस्ट्, रैट्? अत्र अनुस्वारस्य यञि परसवर्णः एतत् विषये किञ्चित् कोऽपि वक्तुम् इच्छति वा? तस्य प्रश्नाः किम् अस्ति? अत्र विवरणम् इतोपि दातव्यं शक्यते चेत् ददातु. अनुस्वारवर्णः अस्ति चेत् सर्वे वर्णाय ह्रस्वर्णः आगच्छति. अनुस्वारस्य ईपरसवर्णः किं वदति? अनुस्वारस्थाने अत्र अनुस्वारस्य इति षष्टि अस्ति, तत् पञ्चमवर्णः आगच्छति, एतत् परसवर्णः. इदानीं वा पदान्तस्य इति अस्ति, पदान्तस्य अनुस्वारस्य परसवर्णः आदेशः भवति इति अत्र विकल्पेन भवति. अतः एतत् अनुस्वारस्य यै परसवर्णस्य वातकसूत्रं किमस्ति चेत् वा पदान्तस्य, एतत् पदान्तविषये एव अनुस्वारः. इतोपि अत्र परसवर्णः आदेशः इति भवति अत्र. इतो किम् अस्ति अत्र? परसवर्णः आदेशः नित्यं नास्ति एव. But even then, my question is, for 58, 59 doesn't exist, right? Mm. 59 cannot see 58 cannot see 59. Then how can it be other sutra which sutra which it has not, it doesn't know at all. But Parasavarna, as far as Parasavarna is there, that is 58 sutra, so it doesn't know about 59 sutra, right? 8459, huh? 8459. अत्र पठतु, अत्र स्थूलाक्षराणि अस्ति खलु, एतत् पठतु. पदान्ते विद्यमानस्य अनुस्वारस्य वर्णे परे विकल्पेन परसवर्णादेशः भवति इत्यनेन अत्र पठतु, अग्रे पठतु इत्यनेन. परसवर्णः अष्टमाध्याये चतुर्थपादे अष्टपञ्चाशीति इत्यनेन अनुस्वारस्य ये वर्णे परे नित्यं परसवर्णे प्राप्यते. पदान्ते विद्यमानस्य अनुस्वारस्य विषये अयं परसवर्णः प्रकृतसूत्रेण विकल्पते. पदान्त अनुस्वार वन् सीसेस् परसवर्ण नित्यम् आगच्छते, एण्ड् नेक्स्ट् सीसेस् विकल्पेन आगच्छते अल्टिमेट्लि. अनुस्वारस्य यै परसवर्णः इत्यनेन अनुस्वारस्य यै वर्णे परे नित्यं परसवर्णः प्राप्तः, एतत् सूत्रविषये अस्ति. पदान्ते विद्यमानस्य अनुस्वारस्य विषये अयं परसवर्णः प्रकृतसूत्रेण विकल्प्यते. प्रकृतसूत्रेण अत्र यत्र प्रकृतसूत्रेण आगच्छति परसवर्णः अत्र विकल्प्यते. अत्र बहुलम् इति अस्ति खलु, बहुलं जानाति वा बहुलं विषये किम् अस्ति इति? अत्र बहुलम् इत्युक्ते किञ्चित् स्थाने आगच्छति, किञ्चित् स्थाने न आगच्छति इति अस्ति. आगच्छति बहुलम् इत्युक्ते कुत्रापि भवति, कुत्रापि न भवति, कुत्रापि विकल्पेन भवति, कुत्रापि न आगच्छति इति. एकनिमिषम्. अतः तत्र एतत् सूत्रविषयमेव, सः एव एतत् पाणिनिना एतत् कृतम्. इदानीं पश्यतु, इदानीं पश्यतु, कुत्रचित् प्रवृत्तिः भवति सूत्रेण. एतत् सूत्रमेव दत्तं. बहुलम् इत्युक्ते किम् अस्ति? कुत्रचित् क्वचित् प्रवृत्तिः. पठतु अत्र, द्रष्टुं शक्यते वा? पठतु. अप्रवृत्तिः भवति. अन्यदेव. अतः तत्र एतत् विधोर्विधिनां बुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति. बाहुलकं भवति, प्रवृत्तिः भवति, क्वचित् अप्रवृत्तिः भवति, क्वचित् विभाषा भवति, क्वचित् अन्यदेव भवति. अत्र किमस्ति? शिष्टप्रयोगं दृष्ट्वा एव, शिष्टप्रयोगम् अत्र किम् अस्ति इति द्रष्टव्यम्. सिद्धरूपेण किम् अस्ति इति प्रथमं द्रष्टव्यम्. अतः तत्र क्वचित् प्रवृत्तिः अस्ति, क्वचित् अप्रवृत्तिः अस्ति, क्वचित् विभाषा अन्यतरस्यां वा विकल्पेन भवति, क्वचित् अन्यदेव. एतत् एव सूत्रमेव वदति. अतः तत्र किञ्चित् क्लेशः नास्ति एव. इत्यनेन प्रकृतसूत्रेण विकल्प्यते. किञ्चित् नित्यं परसवर्णः अस्ति, किञ्चित् कालानन्तरम् अत्र विद्यमानस्य अनुस्वारस्य विषये अयं परसवर्णः प्रकृतसूत्रेण विकल्प्यते वा पदान्तस्य, एतत् अत्र बहुलमिति स्वीकर्तव्यं खलु. पदान्तस्य अनुस्वारस्य यै पर्ण यै यै अस्ति चेत् वर्णे परे विकल्पेन अनुनासिक आदेशः भवति इति आशयः. क्रमेण उदाहरणानि अत्र अत्र अपि पश्यतु. अत्र कवर्गीय वर्णे परे पदान्त अनुस्वारस्य विकल्पेन ङकारः आदेशः भवति. पठतु अत्र सर्वे कृष्णं सर्वे कृष्णं सर्वं सर्वं सर्वं कृष्णं सर्वं कृष्णं सर्वं कृष्णं सर्वं सर्वं कृष्णम् अत्र किं किम् आदेशः भवति? प्रथम प्रकारस्य पञ्चमवर्ण आदेशः भवति. पञ्चमवर्णः किमर्थम् आगच्छति अत्र? तत्वर्गस्य परवर्णः किम् अस्ति? यै वर्णे अस्ति वा? प्रकारस्य परसवर्ण एव आगच्छति. अत्र यै वर्णः पूर्वमेव दृष्टवन्तः. यै वर्णे किं किम् अस्ति इति अत्र यै वर्णे किं किम् अस्ति अत्र अत्र पठतु यै वर्णः पठतु. जवगडद जवगडदेह कपचटत कपै आगच्छति खलु. अत्र ख इति कृष्णपदस्य प्रथमवर्णः. पदम् अन्यपदमस्ति, उत्तरपदमस्ति. उत्तरपदस्य प्रथमवर्णः ख अस्ति, अतः एतत् यै वर्णे अस्ति खलु. अतः अन्तिमवर्णः अत्र मकारस्य स्थाने अन्तिमवर्णः कृष्णस्य अन्तिमवर्णः अनुनासिकवर्णः. अनुनासिकवर्णः अनुस्वारस्य स्थाने भवति, अतः तत्र सर्वं कृष्णम् अनन्तरं विकल्पेन अपि भवति. अतः एतत् बाधकसूत्रं वा अन्यपदं वा क्वचित् प्रवृत्तिः अस्ति, क्वचित् अप्रवृत्तिः अस्ति, क्वचित् विभाषा भवति, अत्र विभाषा भवति. सर्वं कृष्णमिति भवति, अनन्तरं विभाषा अस्ति सर्वं कृष्णमिति. एतत् प्रकृति इति खलु. अत्र मूलरूपं किम् अस्ति? सर्वं कृष्णमेव. एतदेव प्रकृतिरूपेण अत्र सर्वं कृष्णं, किमपि अत्र परिवर्तनं नास्ति एव. एतद् ईदु देत् द्विवचनम् इति अत्र स्वीकुर्मः चेत् अत्र प्रकृतिरूपेण किमपि अत्र परिवर्तनं नास्ति एव खलु. समाधानम् अभवत् वा इदानीम्? इदानीम् अत्र क्षम्यतां भगिनि, अन्तिमवाक्यं न आगच्छति. अत्र किमर्थं परिवर्तनं न भवति? विकल्पेन वा अन्यतरस्यां विभाषा, एतत् सर्वं समान अर्थम् एव. अत्र वा इत्यनेन अत्र किमपि परिवर्तनं नास्ति एव. अत्र पूर्वमेव वयं दृष्टवन्तः किमस्ति सूत्रं. सन्धि जानाति वा? अत्र प्रकृतिसन्धि इति अस्ति खलु. प्रकृतभावः इति सन्धि अस्ति, जानाति वा? किञ्चित् पृच्छतु, अहम् आगच्छामि, किञ्चित् समाधानं भविष्यति इति अहं चिन्तयामि, पश्यामः. ओके, कणम्मा, योर् क्वेश्चन्. ओके, अनुस्वारस्य परसवर्णः कुत्र तस्य उपयोगं भवति? यत्र अनुस्वारस्य परे यै वर्णाः आगच्छति चेत्. यदा यै वर्णः अस्ति पदान्तस्य अनुस्वारस्य वा परसवर्णः यै संहितायां, संहिता अस्तु. तदनन्तरं तस्मिन् सन्दर्भे यै वर्णः हकारस्य अनुस्वारः भविष्यति. ओके, तावत् अवगतम्. तदनन्तरं पुनः सूत्रमस्ति, अहम् इदानीं शेर् स्क्रीन् करोमि, दर्शयितुं शक्नोमि न? रिमोट् स्टाप् शेर् स्क्रीन् अण्ड् नौ मै शेर् स्क्रीन् ऐ विल् स्टार्ट्. क्लास् वर्क् अत्र वयं किं कुर्मः, चन्द्रमती इति नाम अस्ति न अस्माकं वर्गे, तस्याः नाम स्वीकुर्मः. आगच्छति कन्या. ओके, चन्द्रमती अत्र नकार यत् आगतं, किमर्थं नकारः आगतम्? चिन्तयतु, पूर्वं एवम् आसीत्. ओके, अस्तु. अतः अनुस्वारस्य परसवर्ण किम् अस्ति? नकारः अस्ति. अनुस्वारानन्तरं नकारं दकारः अस्ति. दकारः दकारः दकारः कस्मिन् वर्गे अस्ति? तकारस्य वर्गे, च वर्गे अस्ति. च वर्गे अस्ति इत्युक्ते चु? न न महोदय, तु न वर्गे तकार अस्ति. इदानीं सवर्गस्य पञ्चमवर्ण इत्युक्ते अनुनासिकवर्णः किं? तत्र नकारः. नकारः, अतः अनुस्वारस्य ययि परसवर्णः, एतस्य अर्थं किम् आगच्छति? अनुस्वारस्य परः ययि वर्णः अत्र अत्र दकारः अस्ति. तत् अस्ति तत्कारणेन अनुस्वारः स्य अन्तिम दकारस्य दकार तुवर्गस्य तुवर्गस्य अन्तिम वर्ग अन्तिमवर्णः आगच्छति. अनुस्वारस्य स्थाने तुवर्गस्य अन्तिमवर्णः आगच्छति. तवर्गस्य अन्तिमवर्णः आगच्छति अनुस्वारस्य स्थाने, अतः वयं चन्द्रमती एवं लिखामः. ओके, इदानीं पश्यामः गृहं गृहं किमस्ति? गच्छति. तत्र उदाहरणे किं दत्तमस्ति? गृहं किं? च ओ गृहं गच्छति अपि चलति. गृहं गच्छति. दिस् इस् मै मिस्टेक्. गृहं गच्छति. इदानीम् अहं कथं लिखितवती गृहं? पृथक् पृथक् रिक्त मकारः अस्ति तत् पदे मकारः लिखितवती ओके अन्तिमपद मकारानन्तरं वर्णः किम् अस्ति कुवर्गस्य कुवर्गः अस्ति वर्णः अस्ति ओके इत्युक्ते कवर्गस्य वर्णः अस्ति ओके एतस्य अन्तिम इदानीं ग यदस्ति यै प्रत्याहारे आगच्छति वा न आगच्छति आगच्छति अतः मकारस्य अनुस्वारः वयं कर्तुं शक्नुमः सत्यम् आं भगिनि ओके महोदय महोदय प्रथमं तु मनुस्वार इति सूत्र प्रयोगं कृत्वा अनुस्वारः भवति अनन्तरम् अनुस्वारः परसवर्ण भवति एकनिमिषम् अत्र अस्माकं वा पदान्तस्य उपयोगं भवति किमर्थं गृहं यत् अस्ति तत्तु पदमस्ति ओके इदानीं वयं निर्णयं कर्तुं शक्नुमः तदनन्तरं यत् किमपि यै वर्णः अस्ति अत्र संहिता अस्ति तदा अकारस्य अनुस्वारे परिवर्तनं कर्तुं शक्नुमः वा पदान्तस्य आधारेण ओके अत्र चन्द्रमती यदस्ति तत्र पदान्त नास्ति अस्तु अवगतम् अत्र वा पदान्तस्य उपयोगं न भवति अनुस्वारस्य परसवर्णः आगच्छति अस्तु स्पष्टमान तद् मध्ये अस्ति तत्कारणेन अनुस्वारस्य परसवर्णः न भवति इदानीं पश्यतु यदा अहम् एवं लिखामि एतत् श्रुतं वा अश्रुतं अशुद्धम् अस्ति अशुद्धं किमर्थं मध्ये अनुस्वारः अस्ति तस्य पदान्तः नास्ति ओके पदान्तः नास्ति तदा अनुस्वारस्य ययि परन्तवर्णः परसवर्णः ओके अस्तु अवगतम् अवगतम् अवगतम् अनन्तरं अश्वं अश्वं धावयति अश्वं धावयति अत्र मकारस्य स्थाने अहम् अनुस्वारः स्थापयितुं शक्नोमि वा न शक्नोति भगिनि अनुस्वारः स्थापयितुं शक्नोति परन्तु मम इच्छानुगुणम् अहम् अनुस्वारं स्थापयामि अथवा मकारं स्थापयामि किमर्थम् विकल्पेन वा पदान्तस्य अश्व शब्दः पदान्त अस्ति तत्र मकारः यत् आगतम् पदान्तमकारः अस्ति ओके तदनन्तरं मम यै वर्णः अस्ति ओके अस्मिन् सन्दर्भे वा पदान्तस्य कार्यम् अहम् उपयोगं कर्तुं शक्नोमि ओके प्रथमं महोदय एकनिमिषं प्रथमं मो अनुस्वारः इति सूत्रेण अनुस्वा मकारः अनुस्वारः भवितुम् अर्हति परन्तु वा पद वाट् इस् दट् वा पदान्तस्य इति सूत्रेण विकल्पेन तस्य अनुस्वारस्य परिवर्तनं मकारस्य परिवर्तनं भवति तत् अस्माकं निर्णयं अस्तु अस्तु तद् प्रीवियस् वन् इट् इस् यु हेव् टु यु केन् डू इट् बट् बिकास् आफ़् द सेकेण्ड् सूत्रं that you can still not do it so it doesn't make a difference parantu vidya itopi ekam uktavati tat kim asti yata aham gacchati griham likhami ha tat griham gacchati uktavati na ha tad padasya antime makarah eva tishtati anuswarah na bhavati ha गच्छति गृहं मकारः पदस्य अन्त गच्छति गृहं तदनन्तरं किमस्ति विरामं विरामः अस्ति मकार एव तिष्ठति अत्र अनुस्वारस्य उपयोगं कर्तुं शक्नोमि वा न न भगिनि एतत् पदान्तं तु अस्ति परन्तु तदनन्तरं वर्णस्य कुत्रापि उपयोगं न कृतम् ओके अस्तु स्पष्टम् इदानीं स्पष्टं भगिनि स्पष्टं तत्काले बाधकसूत्रं वा पदान्तस्य इति सूत्रं मौन अनुस्वारः इति सूत्रस्य बाधकसूत्रम् अस्ति मोनुस्वारः बाधकसूत्रम् इत्युक्ते तस्य चाय्स् ददाति वा पदान्तस्य अस्माकं हस्ते चाय्स् ददाति कथं यदा पदान्तः अस्ति तदा अस्माकं निर्णयं कर्तुं शक्नुमः अस्माकं हस्ते निर्णयम् अस्ति ओके अस्तु परन्तु बाधकसूत्रं कथम् आगच्छति महोदय अहं किम् उक्तवती कारणं तत् पदान्तः अस्ति यदा पदान्तः अस्ति तदनन्तरं यैवर्णः अस्ति अत्र पश्यतु गृहम् एकं पदम् अस्ति च अन्यं पदम् अस्ति ओके अत्र अनुसया भगिनी उमा महोदय लेट् मी ट्रै ऐ अण्डर्स्टुड् वाट् हर् क्वश्चन् इस् लेट् मी ट्रै टु आन्सर् हर् ओके so the vapadantasya sutram anantaram asti tatva samyak so vapadantasya anuvritti sahita sutram asti if you see that line anuvritti sahita sutram for vapadantasya is padantasya no there only mahodaya tatra ha ha below the vapadantasya paragraph डोण्ट् गो अवे महोदय अत्र पदान्तस्य अनुस्वारस्य वा परसवर्ण यहि संहितायां दिस् इस् अनुवृत्तिसहितसूत्रं फार् वा पदान्तस्य ओके द प्रीवियस् 58 सूत्र बिकेम् अ अनुवृत्ति इन् दिस् सूत्र दट्स् वै this whole sutra becomes basically is telling that it becomes a vikalpena that's how it became badaka vikalpena badaka na vaktum shaknumah my question is not how it has become my question is Thousand Padantasya, the 59th Sutra, and 58th Sutra, which doesn't know Vapadantasya, is still there. 58th Sutra was done. 59th Sutra was not there, right? Correct, correct, Mahodaya. You read, and how can read the Badaka Sutra for 59th? No, that's what the Badaka Sutram is not correct statement as Uma Bhagini says. It is actually the next sutra. Vapadantasya got the Anuvritti of 58 and hence it becomes Vikalpa. The 59 becomes Vikalpa. See, you read the Anuvritti Sahita Sutram. That will clear it. The next one. Next para, you read it. That will make it clear. वेदान्तस्य अनुस्वारस्य वा परसवर्णयैः संहिताम् इति सूत्रम् सो द फस्ट् लैन् इफ् यु रीड् अनुस्वारस्य यैः परसवर्ण इत्यस्य पूर्णतया अनुवृत्ति दट् होल् सूत्र कम्स् इन् टु दिस् 58 कम्स् इन्सैड् 59 सो इट् इस् अ 59 विच् इस् मेकिङ्ग् इट् विकल्प So they can't say 58 is Vata Sutram for 59, right? Ha, that is not correct. It is the other way around. That sentence is not right. That is what I am saying. That is confusing. Yes, that is confusing. Anusuya, you are aware of Pudhutaya Siddham, correct? I am aware of what? You are aware of Pudhutaya Siddham? Huh? सूत्रं पूर्वत्रसूत्रं वा पूर्वत्र सिद्धं पूर्वता सिद्धम् एतस्य आधारेण प्रथमं वयं 58 उपयोगं कुर्मः वा प्रथमं वयं 59 उपयोगं कुर्मः उपयोगं कुर्मः ओके पूर्वत्र सिद्धम् एतस्य आधारेण वयं 58 प्रथमम् उपयोगं कुर्मः तदनन्तरं पुनः वा पदान्तस्य इति सूत्रम् आगच्छति तत्र वयं किं कुर्मः परिशीलनं कुर्मः पदान्तः अस्ति वा नास्ति यदा पदान्तः अस्ति अस्माकं चोय्स् अस्ति अनुस्वारस्य उपयोगं कर्तव्यं वा न कर्तव्यम् यदा पदान्तः नास्ति तदा कम्पल्सरि अनुस्वारः उपयोगं कर्तव्यम् ओके तदनन्तरम् अनुस्वारस्य यदि परसवर्णः एतस्य उपयोगम् अपि कर्तव्यम् अनुस्वारः अनुस्वारः एतस्य How can 58 be Badaka Sutram for 59? That is all right. Not Badaka Sutram. Please do not consider it as Badaka Sutram. Okay. It is another class that you are being given. Okay. Yes, you can see what Padantasya. Anusuya, you are confusing not only yourself, you are confusing everybody else. Prathamam ka ashnakam hase monuswarah agachati. Okay. मूलस्वारस्य आधारेण वयम् अनुस्वारं स्थापयामः यत्र स्थापनीयं तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रम् आगच्छति ओके तस्मिन् समये संहिता अस्ति अनुस्वारः अस्ति परसवर्णः यै वर्णः अस्ति तदा तस्य आधारेण वयम् अनुस्वारस्य स्थाने परसवर्णस्य स्थापनं कुर्मः तदनन्तरं 59 आगच्छति किं वदति वा पदान्तस्य अतः यदा पदान्तः अस्ति तत्र वयम् अनुस्वारस्य स्थापनं कर्तुं शक्नुमः वा परसवर्णस्य स्थापनं कर्तुं शक्नुमः तत्तु अस्माकं हस्ते अस्ति मम एक शङ्का अस्ति वयं यदा अस्माभिः पाठितं नियम लेखननियमे यदा व्यञ्जनम् आगच्छति तदा अनुस्वार एव भवेत्। यदा स्वरः आगच्छति अग्रे तदा एव मकारः भवेत् इति अस्माभिः प्रवेशमध्ये पाठितं, परन्तु अत्र विकल्पेन इति अस्ति, सो वयं द्वयमपि स्थापितुं शक्यते। यदा व्यञ्जनम् आगच्छति तदा अनुस्वारमपि स्थापितुं शक्यते, मकारमपि स्थापितुं शक्यते वा? यथा अत्र गृहं गच्छति अत्र हर्षितवती उदाहरणसहितम् अहं जानामि भगिनि, परन्तु विकल्पेन इति पदम् अस्ति खलु, गृहं गच्छति अत्र व्यञ्जनम् अस्ति, विकल्पेन मकारः अपि भवितुं शक्यते वा तत्र? सत्यं द्वयमपि साधु अस्ति भगिनि, अस्तु न न न परन्तु विषये एव विकल्पेन मकारस्य कार्ये नास्ति, परसवर्णस्य विषये विकल्पः आगच्छति। परसवर्ण एव भगिनि, परसवर्ण एव पदान्ते, यदा पदस्य मध्ये भवति तस्य नित्यं भवति, पदान्ते भवति चेत् विकल्पेन इति इदानीं वयं पठितवन्तः, परन्तु लेखननियमा वयं यदा प्रवेशमध्ये पठितवन्तः तदा तु पदान्ते यदि अन्यपद आगामि परस्य परपदा यदि व्यञ्जना भवति चेत् अनुस्वारः एव भवेत्, अनुस्वारः न अनुस्वारः एव भवेत्, मकारः न भवेत् इति पाठितवन्तः। पूर्णिमा भगिनी, वि अण्डर्स्टुड् वाट् युर् क्वश्चन् इस्, सी देर् वि आक्चुलि गाट् कन्फ्यूस्ड्, सी that's what based on the explanation the confusion was created. So actually the way I understand is manuswarah is not vikalpa, manuswarah is compulsory, the va padantasya is for yai parasavarna, anuswara yai parasavarna. So if manuswarah, that is what that vikalpena manuswarasya yai parasavarna asti kalo tat tatra griham gacchami ityatra. Wait, so because manuswarah is compulsory, so griham, the makara to anuswara is compulsory, there is no question there. Now after that anuswara, whether you want to keep the anuswara as anuswara or you want to convert that into panchama varna, for example griham gachhati, here you can even convert to the panchama varna of ku varga, that is also possible. Griham gachhati we can write actually, but that is vikalpa. So makara to anuswara is not vikalpa, that is a compulsory one. So makara to anuswara is manuswara. So that's what griham gacchati can also be written as griham gacchati, the nya kakha gaga nya can be written actually. एतदेव सम्यक् अस्ति, सन्धिकार्यं करोति चेत् संहिताविषयम् आगच्छति, तदनन्तरम् अनुस्वारस्य यदि परसवर्णः उपयोगं कृत्वा वयं यदस्ति स्ववर्गीयवर्णः तस्य अनुनासिकवर्णः स्थापयामः, परन्तु यदा वयम् एवं भिन्नभिन्नं पदम् उपयोगं कुर्मः तदा तु अनुस्वारस्य उपयोगं कुर्मः, किमर्थं? कारणं यः परसवर्णः अस्ति न, मकारस्य स्थाने अनुस्वारस्य उपयोगं कर्तुं शक्नुमः, अथवा मकारः अपि कर्तुं शक्नुमः, एतदेव मनसि स्थापनीयम्। ओके, अत्र गृहं यदस्ति अनुस्वारसहितं तत्र अनुस्वारस्य स्थाने अहं मकारः अपि उपयोगं कर्तुं शक्नोमि। न महोदय, तत्तु सम्यक् नास्ति महोदय। न महोदय, तत्र अच्वर्णः आगच्छति चेत् गृहं मकारः प्रयोगं कर्तुं शक्नोमि। तत् सम्यक् नास्ति, कारणं मकार अनुस्वारपरिवर्तनं कारणमस्ति मनुस्वार, मनुस्वारे वा पदान्तस्य एकनिमिषम् अनिल् अस्मिन् सन्दर्भे गङ्गा यदस्ति चन्द्रमती यदस्ति गृहं गृहम् आगच्छति कथं लिखति गृहम् आगच्छति गृहम् आगच्छति मा एव तिष्ठति स्वरा अस्ति खलु गृहम् आगच्छति तत्र तु मा एव तिष्ठति तत्र तु परिवर्तनस्य सन्दर्भः एव नास्ति तदा अहं गृहं गच्छति स्थाने आगच्छति लिखामि तदा तु मकारः तिष्ठति एव तत्र तु अनुस्वारस्य स्थापनं न भवितुम् अर्हति यै परे नास्ति यै वर्णः परे नास्ति न अच्वर्णः अस्ति ओके हलीपरे नास्ति परन्तु अत्र मकारः अस्ति तदनन्तरं यै वर्णः अस्ति ओके अतः मकारस्य अनुस्वारे परिवर्तनं कर्तुं शक्नुमः एकम् ओके द्वितीयम् अस्ति यदा वयं कुर्मः तदा तु अनुस्वारस्य यै वरसवर्णः उपयोगं कृत्वा कवर्गस्य पञ्चमवर्णः उपयोगं कर्तुं शक्नुमः ओके एवम् अस्माकं हस्ते कार्यद्वयं शक्यते ओके इतोपि एकं तु दर्शनीयम् अत्र गृहं गच्छति एतत् वयं संहिता कृत्वा परसवर्णस्य उपयोगं कृतवन्तः परन्तु संहिता न कुर्मः चेत् तदा अत्र पदान्तः अस्ति मकारः पदान्ते अस्ति अस्मिन् सन्दर्भे अस्माकं निर्णयः भवति वा पदान्तस्य एतस्य आधारेण मकारः एव तत्र स्थापयामः वा मकारस्य अनुस्वारे परिवर्तनं कुर्मः महोदय क्षम्यतां परन्तु वा पदान्तस्य केवलम् अनुस्वार अस्ति चेत् अपि उपयोगं कर्तुं शक्यते मकारस्य स्थाने नास्ति महोदय भवती किं वदति सत्यं मकारस्य अकार अस्ति खलु अन्ते कुत्र गतवती अनन्ते अस्ति चेत् भवति नो चेत् न भवति पृच्छति वा महोदय अत्र अत्र समाधानम् अभवत् वा अत्र प्रत्येक उदाहरणमस्ति अत्र संयोगः यमः संयमः इति अस्ति अत्र प्रथमम् अनुनासिकवर्णः अस्ति अनन्तरम् अत्र एतत् निरवकाशः भवति निरावकाशः भवति चेत् अत्र संयमः इति अस्ति अतः एव अत्र बाधकसूत्रमस्ति रूपं द्वयमस्ति प्रथमम् अत्र एकस्य दलस्य स्वीकुर्मः चेत् अनुनासिकवर्णः अस्ति संयमः इति एतत् अभवत् एव अनन्तरम् अग्रे विभाषा अस्ति अत्र निरावकाशः भवति अतः तत्र संयमः इति भवति अतः एव एतत् अनुस्वारस्य ययि परसवर्णः बाधकसूत्रम् इति अस्ति एतत् उदाहरणरूपेण अत्र स्वीकुर्मः एतदेव एकस्मिन् पक्षे एव कदाचित् न वक्तुं शक्नुमः, कारणम् इच्छानुगुणम् अस्माकम् विवक्षानुगुणमेव विवक्षानुगुणम् अनुस्वारं स्थापयामः वा अनुनासिकवर्णं स्थापयामः. संयमः उदाहरणं यत् दर्शितमस्ति तत्र सम् इति पदम् अस्ति, यमः इति अन्यपदम् अस्ति, यकारस्य अनुनासिकरूपमपि अस्ति, अतः अनुस्वारस्य स्थाने अनुनासिकवर्णस्य उपयोगं कुर्मः वा न कुर्मः तत्तु अस्माकं हस्ते अस्ति. किमर्थं वा पदान्तस्य आधारेण. ओके, सर्वे अवगतवन्तः? चलो भगिनी, किन्तु अनुस्वारस्य ऐ परसवर्णः अत्र अनुवृत्तिसहितसूत्रं पदान्तस्य अनुस्वारस्य वा परसवर्णः अत्र एव विकल्पेन इति दत्तमस्ति. पुनः वा पदान्तस्य आवश्यकमस्ति वा? पदान्तस्य अनुस्वारस्य वा परसवर्णः ऐ संस्कृताय सूत्रे एव विकल्पेन इति दत्तम्. अत्र तदेव लिखितम् अस्ति न, अनन्तरमेव वा पदान्तस्य सूत्रम् आगच्छति. किमर्थम् इति तावत्पर्यन्तं तु यः न अवगतवन्तः चेत् अहं न जानामि इतोपि अहं किं वक्तुं शक्नोमि. ओके, कारणं कालक्रमेण एतत् सर्वं जानन्ति. आचार्यात् पादं, सः छात्रेण पादं, स्वस्य पठनार्थं पादम्, अनन्तरं कालक्रमेण पादम्. ओके, अहं शेर् स्क्रीन् स्थगयामि. विजया, इदानीं भवती कण्टिन्यू करोतु भगिनि, किञ्चित् भवती कण्टिन्यू करोतु. अत्र 6:30 इति समयः जातः एव. अनन्तरं किमस्ति, अग्रिमवर्गः वर्गः नास्ति एव. दीपावलिः अस्ति. द्वादशदिनाङ्के तु दिवाली अस्ति न? ओके, अतः विरामकालः. अग्रिमवर्गः नवदशदिनाङ्के 19th अक्टोबर्. ओके, आम् 12th अक्टोबर् दिवाली पर्वणस्य शुभाशयः सर्वेषां कृते. अतः अन्तिमश्लोकम् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. अत्र ॐ पूर्णमदः पूर्णमिदम् अत्र उपूपत् मान्यः अस्ति, अतः तत्र पि एच् ए सेकेण्ड् सिलेबल् एव अत्र श्रावणीयम्. ॐ पूर्णमदः पूर्णमिदं, कोऽपि वदन्ति ॐ पूर्णमदः पूर्णमिदं पूर्णमदः इति विसर्गः न श्रूयते एव. ॐ पूर्णमदः पूर्णमिदम् इति एव वक्तव्यम्. अस्तु, सर्वेभ्यः नमस्कारः, धन्यवादः, शुभदिनम्.